तावद् प्रश्नः आसीत् वा भगिनि, गते सप्ताहे यत् भवत्याः भगिनि गते सप्ताहे एवं चिन्तितवः इति कथं षष्ठीविभक्ति भवति? आं भगिनि, तवतु इति अस्माकं प्रत्ययः अस्ति तवतु, अनुबन्धालोपानन्तरम् एतत् स्वाप्रत्ययः अस्ति भगिनि, तवतु अस्ति भगिनि, तवतु भिन्नमस्ति, तवतु इत्तप्रत्ययः प्रत्ययौ तु भिन्नप्रत्ययौ खलु, निष्ठाप्रत्ययौ, अत्र तु निष्ठाविषये नास्ति, ल्यप् त्वा इति प्रत्ययः, सा पठित्वा पूर्वकाले समानकर्तृकयोः पूर्वकाले इति पूर्वकालं सूचयितुं, न तु त्वा तु तृदन्तम् अस्ति, यत्र लिङ्गम् अनुसृत्य भेदः भवति खलु, किन्तु त्वा प्रत्ययः तु पठित्वा लिखित्वा इति, तव तु पठितवान् पठितवती, अस्तु चिन्तवती तत्र उकार तकारस्य तव इति अवशिष्यते, तव इति भवति न आकारान्त आकारः श्रूयते, प्रायः आकारान्तनपुं पुल्लिङ्गपदम् इति स्वीकृत्य तत्र षष्टिविभक्ति स्वः इति स्वीकृतं, अस्तु अग्रे भगिनी अपि अस्ति, भगिनी भवती पठति वा भगिनि, नमस्कारः भगिनि, कुत्र स्मः इत्युक्ते तत्र अवधेयम् इति अस्ति खलु, ल्यप्रत्ययानां विपक्षे विधानार्थं धातूनां वर्गीकरणम् इति, ततः अर्भे पठतु भगिनि, अवधेयम् अग्रे गत्वा सर्वत्र प्रक्रियायां त्वा प्रत्ययः विहितो भवति, अनन्तरमेव पूर्वे समासे सति, ल्यप्परे समासे अनङ्पूर्वे त्वा ल्यप् इति सूत्रेण त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विधीयते, सौकर्यार्थं प्रक्रियासु न प्रदर्शयति किन्तु यथा अस्ति सर्वत्र इति योग्यं बोध्यम्, अत्र दत्तमस्ति प्रक्रिया समानं कृत्वा प्रत्यया एव भवति, त्वा प्रत्यय विधीयते चेत् अनुपूर्वसमासे अस्ति अत्र ल्यप् प्रत्यय त्वा स्थाने भवति, तदेव समासे अन्य अनङ्पूर्वे तो इति सूत्रेण, लप्रत्ययस्थाने त्वाप्रत्ययस्थाने आगच्छति, ततः स्थानिवद्विजो इति सूत्रेण कित् प्रत्ययगुणाः लप्रत्यये कृते भवति आरोप्ये, ततः कित् अति गुणनिषेधः भवति, अग्रे पठतु, अन्यच्च सर्वत्र मनसि भवेत् यत् लप् इत्यस्मात् अनुबन्धलोपानन्तरं या अवशिष्यते, वै जानीमः लप् तत्र पकारः अनन्तं अशक्पत्तरितेन इत् भवति लोपः भवति, या एव अवशिष्यते, भवादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तधातूनां लप् विधानप्रक्रिया, आकारान्तधातवः एजन्तधातवः च सामान्य आकारान्तधातूनां लपि परे किमपि कार्यं नास्ति, उदाहरणमस्ति प्रायुवधा युगल्यप् प्रदाय, नीयवधा ल्यप् निधाय, वियुगमा ल्यप् इमाय, अत्र प्रा नी वि प्रत्ययसर्गः ततः तत्र त्वस्थस्थलस्थाने ल्यप् विधीयते, कार्यमेव कोऽपि नास्ति केवलम् अग्नमेलनमेव, एजन्तदातवः जानीमः यत् पादे च पदेशसूत्रेण सर्वे एजन्तदातवः आकारान्तः भवति एव. षित् प्रत्ययः परे नास्ति चेत् लप्रत्ययः षित् नास्ति, अतः लति परे एजन्तानां धातूनाम् आत्वं भवति. अतः सामान्य एजन्तदातूनामपि लति परे किमपि कार्यं नास्ति. वयं पूर्वं पठितवन्तः एजन्तदातवः सामान्यतया आदेश उपदेश अस्ति इति सूत्रेण ये स्थाने आत्मं भवति, तत्प्रत्यये परे न भवति. अतः केवलं धातु अस्ति चेत् उपसर्गपूर्वक एजन्तदातः अस्ति चेत् आदेश उपदेशस्य सूत्रेण एकारस्थाने आकारः विधीयते. उदाहरणं वियुगः धे युग लप् आदेश उपदेशिष्यति सूत्रेण वि धे स्थाने धा भवति, धा युगया विधाय. तदेव वि ग्लै लप् ग्लै स्थाने ग्ला भवति, विग्लाय भवति. वियुगः म्लै अप् अत्र म्लै म्ला भवति, युगम्लाया विम्लाय. अभि झै युगः लप् अत्रापि आत्तं भूत्वा अभिध्याय अभिधाय इति रूपं निष्पन्नं भवति. सूत्रमपि पठामि भगिनि. आं भगिनि. आदेश उपदेशे शक्ति उपदेशे एजन्तश्च धातु धातोः आत्तं न तु शिति येन विधि तदन्तश्च इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तस्य अलः स्थाने ये च इत्यनेन ए ऐ औ ओ औ सकार षट् षि इत्यश्च सषित् अषित् तस्मिन् विषये अशिति अत्नै तत्पुरुषः आत्प्रथमान्तम् ये च पश्यन्तम् उपदेशे सत्यम्यन्तम् अशिति सत्यम्यन्तम् अनेकपदम् इदं सूत्रम् लिटि धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रम् ये च धातोः आत् उपदेशे अशिति. वयं पूर्वं चर्चितवन्तः आदेश उपदेशसि इति सूत्रेण एकार अस्ति उपदेश एजन्त अस्ति धातोः आप्तं भवति न तु क्षितिपदे. तद् अशिति नाशिति इति पुरुषमासः. धन्यवादः भगिनि. प्रायः सरला भगिनी पठतु वा अग्रे. विशेष आकारान्त आकारान्ताः च एजन्ताः च धातवः सम्प्रसारणे धातवः वेन् धातुः. वेन् धातुः सम्प्रसारणे अस्ति. ल्यप् प्रत्ययः यत् कित् अस्ति, अतः ल्यपि परे वचि सपि यजादीनां किति इत्यनेन सम्प्रसारणं भवेत्. परन्तु ल्यपि च इत्यनेन ल्यपि परे वेञ् धातोः सम्प्रसारणं न भवति. इदानीम् उदाहरणमस्ति सम्प्रसारणधातव ये सन्ति तेषां ल्यप् यदि प्रत्यपरे अस्ति तत्र किं भवति. तो यदि वेञ् धातु वेञ् इति सम्प्रसारणी धातुः अस्ति तत्र वचि सपि यजादीनाम् अनेन सूत्रेण वेन् धातुः तस्य सम्प्रसारणं भवति. यदि सम्प्रसारणं भवति यत् कित् नित् प्रत्यय परे अस्ति तद् तदानीं तो यदि लपि न लपि लप् परे अस्ति तो सूत्रमस्ति लपि च अनेन सूत्रेण वेन् धातोः सम्प्रसारणं निषेधः भवति, सम्प्रसारणं न भवति. तथा त्वा प्रत्ययः अस्ति यत् वेन् पर त्वा भवेत् तत्र सम्प्रसारणं भवति. वकारस्य इञ् अनेन वकारस्य उकारः भवेत्, तदनन्तरं ञकारस्य संज्ञा भवति, न सम्प्रसारणं च अनेन उकार एकार पूर्वपरयोः पूर्वरूपं तिष्ठति, उ तिष्ठति उ योग कृत्वा उक्त्वा इति रूपम् आगच्छति. अग्रे पठामि. प्र इति योगवेन् योगल्य आदेश उपदेशे शिति इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं प्रयोग वा योगय वचिसपि यजादीनां किति इत्यनेन सम्प्रसारकार्यं प्रसक्तं, ल्यपि च इत्यनेन ल्यपि परे वेन् धातोः सम्प्रसारं निषिधं प्रवाय इति भवति. इदानीं प्रपसर्ग यदि पूर्वं वेन् धातोः अस्ति तो अनेन वेन् प्रयोग वेन् गल्यं तो इदानीम् आदेशे उपदेशे शिति अनेन वेन् धातोः ञकारस हजन्तं तस्य लोप संज्ञा भवति, वे इति एजन्त् भवति, तत् ल्यप् इति शिति नास्ति अशिति अस्ति, अतः आदेशे उपदेशे शिति अस्य प्रसक्ति प्राप्ति भवति, तो वे इत्यस्य आत्वं भवति, तो वा भवति प्रयोग वा योगय इदानीं प्रवाय इति भवति, कारण कि वचि सपि जातीनां कृति अनेन वा इत्यस्य प्रसक् सम्प्रसारस्य प्रसक्तिः अस्ति, किन्तु अन्यसूत्रं लपि च आगत्य निषेधं करोति सम्प्रसारणस्य, अतः सम्प्रसारणं कार्यं बाधितम् अस्ति अत्र, तु प्रवाय एव तिष्ठति. एवमेव उपयोगवेन् ल्यप् पठामि इति पठतु भगिनि. आं भगिनि. उपयोगवेन् ल्यप् अत्र उप अन्य उपसर्गः अस्ति, धातु वेन् अस्ति, अत्रापि समानप्रक्रिया भवति. प्रथमम् आदेशे उपदेशे शिति अनेन वा भवति उपयोग वा, तदनन्तरं यप् इति अनुबन्धालोपानन्तरं यवशिष्यते उपयोग वा योगय उपवाय इति भवति. अपि महोदय उक्तवान् मातु पुस्तके सा आदेशे उपदेशे शिति आत्वं कार्यं न करोति, साक्षात् सम्प्रसारणं कार्यम् इति करोति माता. किमर्थं भगिनि तत्र वृष्टिः सर्वत्र पतति खलु? किमर्थं? कारणं कि यत्र एकम् अकृताभिः पाणिनाम् अस्ति यत् नष्टं भवति तत् न करणीयं, प्रायः तत् अस्ति, किन्तु महोदय उक्तवान् इति अहं निश्चयेन न जानामि. मात्राभिः सह पृष्ट्वा अग्रे सप्ताहे वदति, किन्तु अग्रे एकम् अत्र करोति, पुनः अग्रे गत्वा तत्र न करोति महोदय आत्वं इति वयम् उक्तवन्तः वर्गे. अग्रे समाप्तं खलु? अग्रे सूत्राणि अहं पठामि. वचि स्वपि यजादीनां किति वच् स्वप् यज् वप् वः वस् वद् वेञ् वेञ् श्वी वेञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे, यज् आदि येषां ते यजादय, वचिश्च स्वपिश्च यजादश्च तेषाम् इतरेतरद्वन्द्वो, वचि स्वपि यजादय तेषां वचि स्वपि यजादीनां वचि स्वपि यजादीनां षष्ट्यन्तं किति सप्तम्यन्तं द्विपदमिदं सूत्रं, श्यङ् सम्प्रसारणं पुत्रपुत्र पत्योस्ततत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिसहितसूत्रमस्ति वचि स्वपि यजादीनां सम्प्रसारणं किति. सो यत् वच् स्वप् इति धातु अन्यगण अपि यजादिगण तस्मिन् विहिता धातवः सन्ति, यज् वप् वस् वद् वेञ् मेञ् श्वी वेञ् एते सर्वे धातूनां परे कितिङिति प्रत्ययपरे सम्प्रसारणं भवति. तो इति सम्प्रसारणविधायकसूत्रमस्ति वचिसपि यजादीनां परसप्तमी अस्ति किति वचिसपि यजादीनाम् इति षष्टि विभक्तिः अस्ति स्थानी भवति तस्य स्थाने सम्प्रसारणं कार्यं कार्यस्य विधानमस्ति कीर्ति प्रत्यय यदि परे अस्ति सप्तमी विभक्ति परनं च सप्तमी अस्ति. लपि च वेञ् धातोः सम्प्रसारणं न भवति लपि परे. सिद्धान्तकौमुद्यां वेञो लपि सम्प्रसारणं न स्यात्. लपि सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रं सम्प्रसारणं ह्वि इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्ति न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्ति वेञ् इत्यस्मात् वेञः इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं लपि च वेञः न सम्प्रसारणं. तु वेञ् धातोः सम्प्रसारणं न भवति लपि परे. अनुवृत्तिसहितसूत्रमस्ति लपि इति परनिमित्तमस्ति यदि लप् प्रत्यय परे अस्ति च इति अव्ययमस्ति वेञः इति षष्टि भक्ति अस्ति षष्टि वा पञ्चमी भवति वेञः भवि पञ्चमी भवेत् तस्य परे यत् अस्ति वेञः धातोः सम्प्रसारणं षष्टि षष्टि भवति स्थानी अस्ति साधु तस्य निषेधः अस्ति षष्टि एव भवति साधु वेञः अस्तु वेण्य इति षष्टि भक्तिः अस्ति तत्र स्थाने न इति निषेधः अस्ति सम्प्रसारणम् अस्ति प्रथमा अपि अस्तु. धन्यवास्ति भगिनि. धन्यवादः भगिनि. तत्र एकः प्रश्नः अस्ति वचिस्वपि यजीदीनां किति तत्र निति नास्ति किति एव. आं भगिनि सत्यं नित् नास्ति केवलं कित् किति प्रत्यये परे एव भवति इति आगच्छति यथा यङि यङ् लुगन्त अस्ति तत्र न भवति इति वचिसपि सप्रसारं न साधु यङन्त दातुं अपि तत्र सूत्रे वचिसपि सूत्रे इति इक् निर्दिष्टमस्ति साधु कार्यं न भवति तत्तु केवलं यङ्लुकि कार्यं न भवति इका यत् निर्दिष्टं नष्ट्वा निर्दिष्टं न भवति कार्यं साधु इका निर्दिष्टं भवति इका निर्दिष्टं खलु तत्र आमामां स्थिपा निर्दिष्टं यङ्लुकि कार्यं न भवति गहीज्या वै तत्र स्थिपा निर्दिष्टमस्ति तत्र न भवति अस्य सूत्रस्य प्रसक्तिः एव नास्ति यङ्लुकि या यङ् धातुना कारणं किति परे केवलमस्ति वचिसपि यजन धन्यवादः. पुष्पा भगिनी पठति वा भगिनी पठितुं शक्नोति वा वेयं दातुः इति म्यूटेड् अस्ति भगिनि पुष्पा भगिनी अस्तु अस्तु भगिनि अस्तु तर्हि सूर्यकुमारी भगिनी पठति वा. आं भगिनि नमस्कारः. वेयं धातु सम्प्रसारणे अस्ति लप्रत्यय यतः कित् अस्ति अतः लपुपरे वचिस्वपि यजिदनां किति इत्यनेन सम्प्रसारणं भवेत् परन्तु वेच्य इत्यनेन लपि परे वेङ् वेङ् धातोः सम्प्रसारणं न भवति. अहं चिन्तयामि तत्र लपि परे वेन् धातु खलु आं भगिनि वेन् धातु न न वेन् व्येङ् इति धातुद्वयम् अस्ति खलु ल्यपि च इति सूत्रेण व्येङ् धातोः व्ये इति धातोः न भवति. अनन्तरम् अनेन व्यश्य इति सूत्रेण व्यश्य इति अग्रिमं सूत्रमस्ति परसूत्रमस्ति तस्य तु तत्र व्ये व्ये इति धातोः तु धातोः अपि न भवति व्येङ् धातोः सम्प्रसारणं न भवति प्रायोगः वेन् योगः लप् आदेश उपदेशे स्थिति इत्यनेन उपदेशे एजन्तस्य धात्वा धातोरात्वं प्रायोगः व्ये निरणबन्धरूपं व्ये व्या भवतु व्यायोगः लेप् यकार या एव वचिस्वपि यजीदीनां किति इत्यनेन सम्प्रसारणकार्यं प्रसक्तं वेच इत्यनेन लेपि परे वेन् धातोः सम्प्रसारणं निषिद्धं प्रव्याय इति रूपं भवति. व्यच्च सूत्रम् अस् वदति वेन् धातोः सम्प्रसारणं न भवति लेपि पदे. काशिकायां वेन् स्व संवरणे इत्येतस्य धातोर्लपि परतः सम्प्रसारणं न भवति. व्यः षष्ट्यन्तं च अव्ययं त्रिपदमिदं सूत्रं सम्प्रसारणं हुवाः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः लिपि च इत्यस्मात् लिपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति व्यः च लिपि न सम्प्रसारणम् व्यस्य सूत्रं वदति वेन् धातु अपि लेपि परे न सम्प्रसारणम्. अन्ये पठामि वा सूत्रमपि पठतु भगिनि? व्यश्य पठितवती वा सूत्रं? व्यश्य या पठितं भगिनि. अनुवृत्तिसहित अस्तु अस्तु. व्यः च लपि न सम्प्रसारणम् इति अस्तु अस्तु. आम् आम्. वैकल्पिकसम्प्रसारणमिति अग्रे दत्तम् अस्ति. अस्तु अग्रे विमला भगिनी पठति वा भगिनि? क्षम्यताम् भवत्याः ध्वनिः न श्रूयते भगिनि. एकनिमिषं भगिनि एकनिमिषम् अस्तु श्रूयते खलु. धातोः वैकल्पिकं सम्प्रसारणं परि प्रतिध्वनिः अस्ति कुत्रचित्. अहमपि म्यूट् भवामि भगिनि. अस्तु अस्तु. व्यञ् धातोः वैकल्पिकं सम्प्रसारणं परि उपसर्गपूर्वक व्यञ् धातोः ल्यपि परे विभाषापरेः इत्यनेन विकल्पेन सम्प्रसारणं न भवति. अत्र सम्प्रसारणे सति परि योगः व्यञ् योगः ल्यप् अत्र आदे च उपदेश अशीति इत्यनेन उपदेशे एजन्दस्य धातोः आत्मं परिव्या ल्य इति. अत्र व्यचि वचि स्वपि यजादीनां किति इत्यनेन सम्प्रसारणकार्यं न सम्प्रसारणे सम्प्रसारणम् इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. इत्युक्ते अत्र परियोग व्या इत्यत्र अस्ति व तथा एव तिष्ठति यकारस्य इ इति भवति तस्यात् आ य सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् अत्र इकारस्य परे आ अस्ति पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः भवति परि व इ आ य इत्यत्र इ आ इत्यनयोः द्वयोः स्थाने पूर्वरूप एकादेशः भवति अतः परि व इय परिव्य इति रूपं भवेत्. परन्तु हलः इत्यनेन अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशो भवति. प्रथमतया अत्र आदे च उपदेश अशीति इत्यनेन मे इत्यस्य वा भवति व्या भवति जप् इत्यस्य लकारपकारयोः अनुबन्धलोपानन्तरं य अवशिष्यते परि व्या य इति अस्ति. अत्र वचि स्वपि अजादीनां खिति इत्यनेन सम्प्रसारणकार्यं भवति. व्या इत्यत्र य यकारः यतस्य तत्र इकारः भवति. तत्र तस्य पश्चात् सम्प्रसारणे सम्प्रसारणम् इति कृत्वा सम्प्रसारणे पूर्वस्थितस्य वकारस्य सम्प्रसारणं न भवति. तदनन्तरं सम्प्रसारणाच्च इति सम्प्रसारणकसंज्ञकवर्णात् परं यद् अच् अस्ति पूर्वप्रयोः स्थाने एकरूप आदेशो भवति, अपि पश्चात् हल इत्यनेन अत्र अङ्ग अवयवात् यद् हलः अस्ति तत् र व व इति हल् हल् हल् अस्ति, तस्य उत्तर यत् सम्प्रसारणसंज्ञाकवर्ण इ अस्ति तस्य दीर्घादेशो भवति। हलः इत्यनेन अङ्ग अवयवात् यत् उत्तर हलः उत्तरं, हल इत्युक्ते षष्ट्यन्तमिति भाति, हल् वर्णस्य उत्तरं यत् सम्प्रसारणं संज्ञकवर्ण अस्ति यत् इ अस्ति तस्य दीर्घादेशो भवति इति परिवीय इति परिवीय इति अन्तिमरूपं सिद्ध्यति। न सम्प्रसारणे सम्प्रसारणं, सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति, न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रं, सूत्रं सम्पूर्णं, न सम्प्रसारणे सम्प्रसारणमिति। सम्प्रसारणाच्च इति अग्रिमसूत्रम्, सम्प्रसारणसंज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति। सम्प्रसारणात् इति पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्, इको यणचि इत्यस्मात् अचि, अमि पूर्वः इत्यस्मात् पूर्व इत्यनयोः अनुवृत्तिः भवतः। एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायामिति अच्च उदा अत्र विवरणमस्ति। अग्रे पठनीयं भगिनी के भवती या भवती अस्तु भगिनी अहं पठामि, तत्र विभाषा इति अस्ति खलु, हलः भवती पठतु तदनन्तरं विपक्षे अहं पठामि। अस्तु अस्तु, हलः इति अङ्ग अवयवात् हलः यत् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति। यः हल् वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति। अलः पञ्चम्यन्तम् एकपदमिदं सूत्रं, येन विधिस्तदन्तस्य इत्यनेन तादृशमङ्गं यस्य अन्ते सम्प्रसारणसञ्ज्ञकवर्णः अस्ति, अचश्च अलोन्त्यस्य इत्याभ्यां द्वाभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः, सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः, ढ्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अलः सम्प्रसारणस्य अङ्गस्य दीर्घः। यस्य सूत्रस्य विवरणमस्ति, हल इति पञ्चम्यन्तं, हल् वर्णस्य परे, तस्मात् परे यत् वर्णः अस्ति, यत् अङ्गस्य अवयवः अस्ति, यदि यदि तत् वर्णः सः वर्णः सम्प्रसारणसंज्ञक अस्ति तस्य दीर्घादेशः भवति इति अस्य सूत्रस्य आशयः। साधु भगिनि, आं भगिनि, धन्यस्मि भगिनि, धन्यवादः। सम्प्रसारणे सति तर्हि क्षम्यतां, तत्र विपक्षे खलु, सम्प्रसारणविपक्षे तर्हि केन सूत्रेण, अत्र विभाषापरेः इति परि उपसर्गपूर्वक वेङ् धातोः ल्यपि परे विभाषापरेः इत्यनेन विकल्पेन सम्प्रसारणं न भवति इति, तर्हि सम्प्रसारणविपक्षे अत्र सम्प्रसारं न भवति तत्र कीदृशं रूप्यम् इति अग्रे दत्तमस्ति। परियोगः व्ययोगः लप् ल्यप् आदेशोपदेशेशिति इत्यनेन एजन्तस्य उपदेशवस्थायाम् एजन्तस्य धातुरात्वं भवति, तदा एकारस्य अकारः भूत्वा परिव्याय इति भवति। वचिस्वपि एजादीनां किति इत्यनेन सम्प्रसारणकार्यं किन्तु विधीयते, किन्तु विभाषापरेः इत्यनेन विकल्पेन सम्प्रसारणं न भवति एकस्मिन् पक्षे, यस्मिन् पक्षे न भवति तत्र तु परिव्या इत्येव तिष्ठति, सम्प्रसारं न भवति, परिव्याय परिव्याय इति रूपं प्राप्नुमः। तर्हि विभाषापरेः इति सूत्रं परि उपसर्गपूर्वकवेञ्धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति. सिद्धान्तकौमुद्यां परि परे व्येङो परेर् व्येङो वा सम्प्रसारणं स्याल्यपि. काशिकायां परेरुत्तरस्य व्येङि वेङित्येतस्य धातोर्ल्यपि परतो विभाषा सम्प्रसारणं न भवति. अत्र मतभेदः दृश्यते यत् विकल्पः सम्प्रसारणं भवति अथवा विकल्पेन सम्प्रसारं न भवति. द्वयोर्मध्ये किं वक्तव्यं? विभाषा प्रथमान्तं परेः पञ्चम्यन्तं द्विपदमिदं सूत्रं. सम्प्रसारणं ह्यः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः. तदनन्तरं ल्यपि इत्यस्मात् लपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः, व्यश्य इत्यस्मात् व्यः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं परेः व्यः विभाषा ल्यपि न सम्प्रसारणम् इति. तर्हि विकल्पेन सम्प्रसारं न भवति इति अस्तु, तथैव उक्तमासीत् खलु? आम् आम्. अत्र न इति अनुवृत्ति आगच्छति इति कृत्वा तथा वयं वदामः खलु, सम्प्रसारं न भवति इति वदामः. नो चेत् केवलं विभाषा इति केवलम् आसीत् चेत् तदा तु वयं विकल्पेन भवति इति स्वीकर्तुं शक्नुमः. किमर्थम् इत्युक्ते निषेधः तु पूर्वतनसूत्रे निषेधः आसीत्, अग्रिमे सूत्रे तर्हि विधानं भवतु इति कृत्वा विकल्पेन भवति इति विधानं स्वीकर्तुं शक्यते. किन्तु अत्र तु न सम्प्रसारणम् इति अनुवृत्तेः अनुवृत्ति स्वीकुर्मः इति कृत्वा सम्प्रसारणं विकल्पेन न भवति इति स्वीकरणीयं खलु. उभयतापि अर्थः तु समानः अस्ति इति मन्ये, भेदः अस्ति वा न जाने. अग्रे कः कस्य क्रमः? अस्य अरुणा भगिनी पठति वा भगिनि? हे धातोः धातुः पेङ् धातुः सम्प्रसारणे सम्प्रसारणे अस्ति. अत्र किमपि निषेधकार्यं नास्ति. उदाहरणमस्ति आयवः फेङ् लप्पतिस्वति यजादीनां किति इति सूत्रेण सम्प्रसारणं भवति. आयवः हकार उ ए य सम्प्रसारण च इति सूत्रेण सम्प्रसारणसञ्ज्ञक पद्मात् परम् अच् अस्ति चेत् पूर्वपयोः स्थाने एकपूर्वपद पूर्वरूपादेशो भवति. ततः आयवः उयवय हलः इति सूत्रेण अङ्ग अवयवात् हलः यदुत्तरं सप्रसारणं तदन्तङ्ग तदन्तस्य अङ्गस्य दीर्घो आदेशो भवति. आयवः उय आहूय स्वयं धातु सम्प्रसारणे धातु. अतः उपसर्ग आयोगः स्वयं अल्यप् प्रथमं वचि स्वपि यजादीनां इति सूत्रेण वकारस्य सम्प्रसारणं भूत्वा उ आगच्छति. आ उ ए य सम्प्रसारणं सूत्रं वदति सम्प्रसारणवर्णात् अच् परे पूर्वपरयोः पूर्वरूपम् आदेशो भवति. अतः उ युगः ये अस्ति उ सम्प्रसारणवर्णः पूर्वपदम्. अतः ये उ ये स्थाने उ एव अवशिष्यति. अतः आय हलः इति सूत्रेण अङ्गस्य अन्ते हल् उत्तरं सम्प्रसारणम् अस्ति चेत् दीर्घ आदेशः भवति. आयवः यव ऊ उकार भवति ऊ भवति. य आहूय इति रूपं निष्पन्नं भवति. तदेव भगिनि. हा धन्यवादः. सरला भगिनी पठितुमिच्छति वा भगिनि? अत्र पश्यतु महोदय, आदेश उपदेशे सिद्धि तस्य कार्यं न कृतवान्. जाधातु, जाधातु सम्प्रसारणी अस्ति, लप् प्रत्ययः यतः कित् अस्ति, अतः लपि परे ग्रही ज्या वै व्यधि व्यष्टि वचति पृच्छति पृच्छति भृजति नाम् इति च इत्यनेन सम्प्रसारणं भवति, परन्तु जयश्च इत्यनेन ल्यपि परे ज्या धातोः सम्प्रसारणं न भवति। प्रयोग ज्या योग ल्यप् ग्रहि ज्या वै व्यधि व्यष्टि व्यचति व्रशति पृच्छति भ्रजति भ्रजतीनां ङिति च इत्यनेन सम्प्रसारणं कार्यणं प्रसक्तं। जयश्च इत्यनेन लपि परे ज्या धातोः सम्प्रसारणं निषिद्धं प्रज्याय इति भवति। तु ज्या धातु इति सम्प्रसारणी धातु अस्ति, ग्रही ज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति प्रजति नाम्यति च अनेन सूत्रेण। तो इदानीं किन्तु जयश्च सूत्रमस्ति, अने जयश्च सूत्रम् इति प्रदर्शति यदि लपि परे अस्ति, ज्या धातोः लपि परे तत्र सम्प्रसारणस्य निषेधः भवति। इदानीं प्र उपसर्गपूर्वं योगज्या धातूनां ल्यप् इति अस्ति, गृहीज्या वै व्यधिवष्टि अनेन सूत्रेण सम्प्रसारणस्य प्रसक्तिः अस्ति। यदि प्रसक्तिः अस्ति तु या तस्य इञ्जन् अनेन इकारः भवेत्, किन्तु इति कार्यं निषिद्धम् अस्ति जयश्च अनेन, अतः प्रयोगज्या योग य एव अत्र भव अस्ति प्रज्याय इति रूपं भवति। तथैव यदि उपयोगज्या योग लप् अस्ति, अत्रापि जय जश्च इति सूत्रेण ज्या इत्यस्य सम्प्रसारणं न भवति, तो उपज्याय इति रूपम् आगच्छति उपज्याय। तो ग्रही यत् सूत्रमस्ति, ग्रही ज्या वै व्यधि वष्टि विचति विचति पृच्छति भृजति नाम् इति च ग्रह ज्या वय व्यद् वष व्यच् व्रश्च प्रच्छ भ्रश्च एषां सम्प्रसारणं भवति इति ङिति प्रत्यये परे इतरेतरद्वन्द्व षष्ठी विभक्तौ ग्रहि ज्या वै व्यधि वष्टि विचति विचति पृच्छति भृजतीनां षष्ट्यन्तम् इति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं। वचि सपि यजातीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्ति श्यङ् सम्प्रसारणं पुत्रपत्योस्ततत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं ग्रहि ज्या वै व्यधि वष्टि विचति विचति विच्छति पृच्छति भ्रजितान् भ्रजतीनाम् इति च सम्प्रसारणं। तो अनेन इति गृहीज्या वै व्यधि वष्टि विचति विचति पृच्छति भ्रजतीनाम् इति च इति सूत्रं सम्प्रसारणविधायकसूत्रमस्ति। अनेन ये उल्लिखिता धातवः सन्ति तेषां सम्प्रसारणं भवति यदि कितिङिति प्रत्यय परे अस्ति। अस्मिन् सूत्रे केचन धातव एका निर्दिष्टा सन्ति, के स्थिपा निर्दिष्टा सन्ति, धातुद्वयं ज्या अपि ज्या अन्यपि अस्ति एक भगिनी अत्र ग्रही इका निर्दिष्टा वै इका निर्दिष्टा व्यधि इका निर्दिष्टा अस्ति, वष्टि वष्टि इका वा न इकेव भगिनि इकेव विशति वृषति पृच्छति वृजति एते स्थिपा निर्दिष्टा, ज्या केवलं साकाक्षा धातु उक्तं। क्षम्यतां भगिनि, वशपि वष्टि इति तु क्षम्यतां, वष्टि इति वश् धातुः अस्ति खलु, वश् धातु ति इति कारणस्य सकार अदादिगणस्य धातुः अस्ति इति कृत्वा वष्टि इति या तु इति तदपि स्थिपा निर्दिष्टा अस्ति धातु ज्या इति साक्षात् धातु दत्तमस्ति क्विप् प्रति भगिनी भव्य भगिनी विकल्पेन प्रजीयति प्रजीया अस्ति वा? विकल्पः नास्ति भगिनि, नित्यं सम्प्रसारणं न भवति इति. अत्र तु नित्यं सम्प्रसारणं न भवति. अत्र जायति तु क्विप् प्रत्ययः अस्ति. किमर्थम् इत्युक्ते जायति धातुः अस्ति खलु, तस्य विधानं न भवति सूत्रेषु. तत्र विभक्तिरूपं योजयितुं न शक्नुमः इति कृत्वा क्युप् योजयित्वा तत्र नामपदं प्राप्नुमः, तदनन्तरं विभक्तियोजनं भवति इति. तावदासीत् खलु इति पठामि. समाप्तं करोमि. आमां भगिनि, कृपया पठतु. किन्तु भगिनी यत्र मम तु चिन्तनमस्ति तत्र आदेश पठतु, तदनन्तरं पृच्छामि. ज्यश्च ज्या धातोः सम्प्रसारणं न भवति लपि परे काशिकायां व्ये ज्या व्योहानौ इत्यस्य धातोः लपि परतः सम्प्रसारणं न भवति. जयषष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रं सम्प्रसारणं व्ये इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, लपि च इत्यस्मात् लपि इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं जः च लपि न सम्प्रसारणं. तो ज धातोः सम्प्रसारणं न भवति लपि परे इति जश्च भवति, किन्तु काशिकायाम् अन्यधातु धातु दत्तमस्ति. व्यव्यहानो इत्यस्य धातो ज्या अपि व्यधातु द्वयोः सम्प्रसारणं न भवति. प्रायः अग्रे पठामः. अत्रापि पश्यतु भगिनि, अत्र ज्या इत्यस्य षष्टिरूपं पुल्लिङ्गरूप पुल्लिङ्गशब्दः इति स्वीकृत्य जयः इति दत्तमस्ति. ओ सूत्रे ज्यश्च इति जश्च इति सूत्रे आकारान्तम् अस्ति खलु, तत् पुल्लिङ्ग आकारान्तपदम् इति स्वीकृत्य ज्यः इति स्वीकृतमस्ति षष्ट्यन्तं रूपं. त्वा इति क्वः इति तथा एव विश्वपा इति तथा इति भाति विश्वपा इति यद् अस्ति. मम प्रश्नः अस्ति तत्र यदि वयम् आदेशोपदेशे अशीति न कुर्मः चेत् यत्र अस्माकं सामान्यनियमः अस्ति खलु यत्र वृष्टिः सर्वत्र भवति इति, तत्तु न भवति खलु भगिनि? अत्र तस्य अकृतव्यः पाण्या इति कृत्वा यदि आसन् न भवति तदा अपि सम्प्रसारणाचैतन्येन एक पूर्वरूप एकादशी भवति खलु. ऐ इत्यस्य पूर्वरूप एकादशी भवति, आ इत्यस्य अपि पूर्वरूप एकादशी भवति, तेन कारणेन तत् आत्मस्य आवश्यकता नास्ति इति मातुः अभिप्रायः इति महोदयेन उक्तम्. प्रायः तत् नश्यमाणस्य ल्यप् इति विधानसूत्रं किम् आसीत् स्मरन्ति वा कोऽपि? समासे अत्र गतमस्ति त्वः ल्यप् असमासे इति अनै पूर्वे समासे नै पूर्वे त्वा ल्यप् त्वो समासे नै पूर्वक्त्वो ल्यप् ल्यप् विधानसूत्रं भवती उक्तवती आरम्भे भगिनि. आमामाम् उक्तवती अहं विस्मृतवती किं सूत्रम् इति. 7137 अस्तु, तावदासीत् खलु, विरमामः वा? अस्तु भगिनि, तर्हि विरमामः. धन्यवादः भगिनि, धन्यवादः भगिनि, शुभरात्रिः. शुभरात्रिः.